पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 20 सुमतिरुवाच अथ प्रयादे भूपाले सर्वलोकसमन्विते महाभागैर्वैष्णवैश्च गायकैकृष्णकीर्तनं शुश्रावासौ महाराजो मार्गे गोविन्दकीर्तनं जय माधवभक्तानां शरण्यपुरुषोत्तम मार्गे तीर्थान्यनेकानि कुर्वन् पश्यन्महोदयं तापसब्राह्मणा तेषां महिमानमथाशृणोद विचित्रविष्णुवार्ताभिर्विनोदिदमना नृपः मार्गे मार्गे महाविष्णुं गापयामास गायकान् दीनान्तकृपणानां च पङ्गूनां वासनोचितं दानं ददौ महाराजो बुद्धिमान्विजितेन्द्रियः एकतीर्थविरजमात्मानं भव्यदां गतं कुर्वन्ययौ स्वीयलोकैर् हरिध्यानपरायणः नृपो गच्छन् ददर्शाग्रे नदीं पापप्रणाशिनीं चक्राङ्कितग्रावयुतां मुनिमानसनिर्मलाम् अनेकमुनिवृन्दानां बहुश्रेणिविराजितां सारसादिपदत्रीणां कूजितैरुपशोभिताम् दृष्ट्वा पप्रच्छ विप्राग्र्यं तापसं धर्मकोविदम् अनेकतीर्थमाहात्म्यविशेषज्ञानजृम्भिदं स्वामिन् केयं नदीपुण्या मुनिवृन्दनिषेविता करोति मम चित्तस्य प्रमोदभरनिर्भरम् इति श्रुत्वा वचस्तस्य राजराजस्य धीमदः वक्तुं प्रचक्रमे विद्वांस्तीर्थमाहात्म्यमुत्तमं ब्राह्मण उवाच गण्डकीयं नदीराजन् सुरासुरनिषेविदा पुण्योदकपरिवाह हतपादकसञ्चया दर्शनान्मानसं पापं स्पर्शनात् कर्मजं दहेद वाचिकं स्वीयतो यस्य पानतः पापसंचयम् पुरा दृष्ट्वा प्रजानाथप्रजा सर्वा विपावनीः स्वगण्डविप्रुषो नेक पापघ्नीं सृष्टवानिमाम् येनां नदीं ये पुण्योदां स्पृश्यन्ति सुतरङ्गिणीं ते गर्भभाजो नैव स्युरपि पापकृतो नराः अस्यां भवा ये चाश्मानश्चक्रचिह्नैरलङ्कृताः ते साक्षात् भगवन्तो हि स्वस्वरूपधराः पराः शिलां सम्पूजयेद्यस्तु नित्यं चक्रयुधां नरः न जातु स जनन्या वै जठरं समुपाविशेद पूजयेद्यो नरो धीमान् चालग्रामशिलां वरां तेनाश्चारवदा भाव्यं दम्भलोभवियोगिना परदारपरद्रव्य विमुखेन नरेण हि पूजनीयप्रयत्नेन शालग्रामः सचक्रकः द्वारवत्यां भवं चक्रं शिला वै गण्डकी भव पुंसां क्षणाद्धरत्येव पापं जन्मशदार्जितम् अपि पापसहस्राणां कर्ता तावन्नरो भवेद शालग्रामशिलातोऽयं पीत्वा पूदो भवेत्क्षणाद ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वेदपधिस्थितः शालग्रामं पूजयित्वा गृहस्थो मोक्षमाप्नुयात् न जातु चिस्त्रिया कार्यं शालग्रामस्य पूजनं भर्तृहीनाथ सुभगा स्वर्गलोकहितैषिणी मोकास्पृष्ट्वापि महिला जन्मशीलगुणान्विता हित्वा पुण्यसमूहं सा सत्वरं नरकं व्रजेद स्त्रीपाणि मुक्तपुष्पाणि शालग्रामशिलोपरि पवेरधिकपादानि वदन्ति ब्राह्मणोत्तमाः चन्दनं विषसङ्काशं कुसुमं वज्रसन्निभं नैवेद्यं कालकूडाभं भवेद्भगवदकृतं तस्मात् सर्वात्मना त्याज्यं स्त्रिया स्पर्शशिलोपरि कुर्वदीयादिनरकं यावदिन्द्राश्चतुर्दश अपि पापसमाचारो ब्रह्महत्यायुतोऽपि वा शालग्रामशिलादोऽयं पीत्वा यादिपराङ्गतिं तुलसीचन्दनं वारि शङ्खो खण्डाधचक्रकं शिला ताम्रस्य पात्रं तु विष्णोर्नामपदामृतम् पदामृतं तु नवभिः पापराशिप्रदाहकं वदन्ति मुनयः शान्ताः सर्वशास्त्रार्थकोविदाः सर्वतीर्थपरिस्नानात् सर्वक्रतुसमर्चनाद् पुण्यं भवति यद्राजन् बिन्दौ बिन्दौ तदद्भुतं शालग्रामशिला यत्र पूज्यते पुरुषोत्तमैः तत्र योजनमात्रं तु तीर्थकोटिसमन्वितं शालग्रामाः समाः पूज्याः समेषु द्विधयं न हि विषमा एव सम्पूज्या विषमेषु त्रयं न हि द्वारावदीभवं चक्रं तथा वै गण्डकीभवम् उभयोः सङ्गमो यत्र तत्र गङ्गा समुद्रगा रूक्षा कुर्वन्ति पुरुषा नायुः श्रीबलवर्जितान् तस्मात् स्निग्धा मनोहारि रूपिण्यो ददति श्रियम् आयुष्कामो नरो यस्तु तनकामो हियः पुमान् पूजयन् सर्वमाप्नोति पारलौकिकमैहिकम् प्राणान्तकाले पुंसस्तु भवेद्भाग्यवतो नृप वाजिनामहरे पुण्यं शिलाकृति तदन्तिके गच्छत्सु प्राणमार्गेषु यस्य विश्रम्भदोऽपि चेद् शालग्रामशिलास्फूर्तिस्तस्य मुक्तिर्न संशयः पुरा भगवदा प्रोक्तमम्बरीषाय धीमदे ब्राह्मणान्यासिनस्निग्धाः शालग्रामशिलास्तथा स्वरूपत्रिदयं मह्यमेधद्धिक्षितिमण्डले पापिनां पापनिर्हारं कर्तुं धृतमुदं च ता निन्दन्ति पापिनो एव शालग्रामशिलां सकृत कुम्भीपाके पचन्त्याशु यावदाभूदसंप्लवं पूजां समुद्यतं कर्तुं यो वारयति मूढधीः तस्य मातापिता बन्धुवर्गा नरकभागिनः यो वा कथयति प्रेष्ठं शालग्रामार्चनं गुरु सकृतार्थो नयत्याशु वैकुण्ठं स्वस्य पूर्वजान् अत्रैवोदाहरन्तीममितिहासं पुरातनं मुनयो वीतरागश्च कामक्रोधविवर्जिताः पुरा कीकटसंज्ञे वै देशे धर्मविवर्जिते आसीत् पुल्कसजातीयो नरशबरसंज्ञितः नित्यं जन्तुवधोद्युक्तः शरासनधरो मुहुः तीर्थं प्रति इयासूनां बलाद्धरति जीवितम् अनेकप्राणिहत्याकृत् परस्वे निरतः सदा सदा रागादिसंयुक्तकामक्रोधादिसंयुधः विचरत्यनिशम्भीमे वने प्राणिवधङ्करः विषसंसक्तबाणाग्ररूढचापगुणोद्धुरः सैकदा पर्यटन्व्याधप्राणिमात्रभयङ्करः कालं प्राप्तं न जानाति समीपे प्युग्रमानसः यमदूतास्तु सम्प्राप्ताः पाशमुद्गरपाणयः ताम्रकेशा दीर्घनखा लम्बदंष्ट्रा भयानकाः श्यामा लोकस्य निगडान् बिभ्रदो मोहकारकाः बध्नन्तु पापिनं ह्येनं प्राणिमात्रभयङ्करम् कदाचिन्मनस्सा नायं प्राणिमात्रोपकारकः परतारपरद्रव्य परद्रोह परायणः एतस्य जिह्वां महदी महं निष्कासयाम्यधः एको वदति चैदस्य चक्षुरुत्पाडयाम्यहम् एको वदति चैदस्य करौ कृन्तामि पापिनः अन्यो वदत्यहं कर्णौ कर्तयामि दुरात्मनः एवं वदं तः सुभृशं दन्तैर्दन्तनिपीडकाः आगत्य तं दुरात्मानं सायुधास्तस्तुरुन्मदाः एको दूतस्तदा सर्परूपं धृत्वा दशत्परे स दष्टमात्रः सहसा गदासुः पर्यजायत तदा तं लोकपाशेन बद्ध्वा ते यमकिङ्कराः कशाभिस्ताटयामासुर्मुद्गरैः प्राहरन् क्रुधा अहो दुष्टदुरात्मंस्त्वं कदा चिन्नाचरशुभम् मनसापि यतस्त्वां वै क्षेप्स्यामो रौरवेषु च त्वं मांसं वायसा रौद्रा भक्षयिष्यन्ति वै क्रुधा आ जन्मतस्तु भवता न कृतं हरिसेवनम् त्वया कलत्र पुत्राद्या द्रोहं कृत्वा सुपोषिताः न कदाचिस्मृतो देवः पापहारी जनार्दनः तस्मात् त्वां लोहशङ्कौ वा कुम्भीपाके च रौरवे धर्मराजाज्ञया सर्वे नेष्यामो बहुताडनैः एवमुक्त्वा यदा नेतुं समैच्छन्यमहिङ्गराः तावत् प्राप्तो महाविष्णुचरणाब्जपरायणः यमदूतास्तदा दृष्टा वैष्णवेन महात्मना पाशमुद्गरदण्डादिदुष्ट युधधरागणाः पुल्कसं लोकनिगडैर्बद्ध्वा यादुं समुद्यताः बन्धबन्धग्रसच्छिन्धि भिन्दि भिन्दीदि वादिनः त तदा कृपालुस्तं प्रेक्ष्य पद्मनाभपरायणः अत्यन्तकृपया युक्तं चेदस्तत्र तदाकरोद असौ महादुष्टपीडां मायादु मम सन्निधौ मोचयाम्यहमद्यैव यमदूतेभ्य एव च इति कृत्वा मदिं तस्मिन् कृपायुक्तो मुनीश्वरः शालग्रामशिलां हस्ते गृहीत्वास्य गतोऽन्तिके तस्य पादोतकं पुण्यं तुलसीदलमिश्रितं मुखे विनिक्षिपन् कर्णे रामनाम जजापः तुलसीमस्तके तस्य धारयामास वैष्णवः शिलां हृदि महाविष्णोर्धृत्वा प्राह स वैष्णवैः गच्छन्तु यमदूदा वै यादनासु परायणाः शालग्राम शिलास्पर्शो दहतात्पातकं महद इत्युक्तवति तस्मिन् वै गणा विष्णोर्महाद्भुताः आययुस्तस्य सविधे शिलास्पर्शात् गदां हसः पीतवस्त्राशङ्खचक्रगदा पद्मविराजिताः आगत्य मोचयामासुर्लोहपाशाद्दुरासदाद मोचयित्वा महापापकारकं पुल्कसं नरम् ऊजुः किमर्थं बद्धोऽयं वैष्णवः पूज्यदेहभृत कस्याज्ञाकारकायूयं यदधर्मप्रकारकाः मुञ्जन्तु वैष्णवं त्वेनं किमर्थं विधृतो ह्ययम् इति वाक्यं समाकर्ण्य जगदुर्यमकिङ्कराः धर्मराजाज्ञया प्राप्ता नेतुं पापिनमुद्यताः नासौ कदाचिन्मनसा प्राणिमात्रोपकारकः प्राणिहत्या महापापकारी दुष्टशरीरभृद नृन् बहूंस्तीर्थयात्रायां गच्छतोऽसौ व्यलुण्ठयद परदाररदो नित्यं सर्वपापाधिकारकः तस्मान्नेतुं वयं प्राप्ताः पापिनं पुल्कसं नरं भवद्भिर्मोचिधकस्मादगस्मादागतैर्भटैः विष्णुदूतावूचुः ब्रह्महत्यादिकं पापं प्राणिकोडिवदोद्भवं शालग्रामशिलास्पर्शः सर्वं दहति तत्क्षणाद रामेदि नाम यच्छोत्रे विश्रम्भादागतं यदि करोति पापसंदाहं तूलं वह्निकणो यथा तुलसीमस्तके यस्य शिला हृदि मनोहरा मुखे कर्णे धवा राम नाम मुक्तस्तदैव सः तस्मादनेन तुलसी मस्तके विधृता पुरा श्राविदं रामनामाशु शिला हृदि सुधारिता तस्मात् पाप समूहोऽस्य दग्धपुण्यकलेवरः यास्यते परमं स्थानं पापिनां यत्सुदुर्लभम् वर्षायुधं तत्र भुक्त्वा भोगान् सर्वमनोहरान् भारते जन्म सम्प्राप्य समाराध्य जगद्गुरुं प्राप्स्यते परमं स्थानं सुरासुरसुदुर्लभम्। न ज्ञादो महिमा सम्यक् चिलायाः परमेष्ठिनः दृष्टा स्पृष्टार्चिता वापि सर्वपापहराक्षणाद इत्युक्त्वा विरताः सर्वे महाविष्णोर्गणामुदा याम्यास्ते किङ्कराराज्ञे कथयामासुरद्भुतं वैष्णवो हर्षमापेदे रघुनाथ परायणः मुक्तोऽसौ यमपाशाच गमिष्यति परं पदं तदा जगाम विमलं किङ्किणी जालमण्डितं विमानं देवलोकात्तु मनोहारि महाद्भुतं तत्रारुह्य गतस्वर्गं महापुण्यैर्निषेवितं भोगान् भुक्त्वा स विपुलानाजगाम महीतलम् काश्यां जन्मसमासाद्य शुचि वाडवसत्कुले आराध्य जगदामीशं गतवान् परमं पदं सपापी साधुसङ्गत्या शालग्रामशिलां स्पृशन् महापीडाविनिर्मुक्तो गतवान् परमं पदं मया तेभिहितं राजन् गण्डकी चरितं महद श्रुत्वा विमुच्यते पापैर्भुक्तिं मुक्तिं च विन्दति इति श्रीपद्मपुराणे पादालखण्डे रामाश्वमेधे शेषवात्स्यायनसंवादे गण्डकीमाहात्म्यं नाम विंशोऽध्यायः ॐ